सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम् नमस्कारः नमस्कारः सर्वेभ्यो नमस्कारः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र निजन्तरूपम् इति। तर्हि शोभनी आगतवती। अस्तु नमस्कारः भगिनि। नमस्ते महोदय, क्षम्यतां, तत्र अहं मया ई पत्रं न प्राप्तम् अतः अहम् इति वा भगिनि न जानामि किमर्थं सन्देशं प्रेषितवती भवते। अस्तु क्षम्यताम्, अतः विलम्बः जातः, नो चेत्। अस्तु अस्तु अस्तु, भवती कथम् अस्ति इदानीं? सम्यक् अस्ति वा? सम्यक् अस्मि महोदय, इदानीं सम्यक् अस्मि। अस्तु अस्तु, समीचीनम्। अस्तु भगिनि, अस्तु, तर्हि इदम् इदानीमेव आरम्भं कृतवन्तः। अस्तु, तर्हि तत्र अवधेयम् इति यदस्ति पेज् 76 मध्ये, वेदा भगिनी आरम्भं करोति वा? आम् महोदय, अवधेयं यथा अणिजन्तरूपाणाम् अनिजन्तधातूनां लट् लिरट् लोट् लिङ्गादिरूपाणि भवन्ति, तथैव निजन्तधातूनामपि लट् लिरट् लोट् लिङ्गादिरूपाणि भवन्ति। पाठे प्रयुक्तानि कानिचन निजन्तरूपाणि अधस्तने कोष्ठके वर्णाक्षरैः दत्तानि सन्ति, यतोदाहरणं तेषाम् अन्यलकाररूपाणि अपि लिखत। अस्तु भगिनि, तत् वयं गतवर्गे अन्ते कृतवन्तः खलु भगिनि, तत् न इति मन्ये, अन्ते त्याजयन्ति, त्याजयिष्यति, त्याजयतु, बहुवचने अस्ति, आमां कृतवन्तः, कृतवन्तः खलु। अतः तत्र तस्य अधोभागे पुनः अवधेयम् इति यथा अणिजन्तधातूनां तुमुन् त्वा ल्यप् तवतु आदिप्रत्ययान्तरूपाणि भवन्ति, तथैव निजन्तधातूनामपि भवन्ति। अस्तु, तत्र यथा धातुः तुमुन् अणिजन्ते निजन्ते, त्वा अणिजन्ते निजन्ते, ल्यप् अणिजन्ते निजन्ते, तवतु अणिजन्ते नियजन्ते रूपं तत्र दत्तं, कोष्ठके दत्तं। गम् इति धातुः अस्ति चेत् अणिजन्ते तुमुन् प्रत्यय गन्तुम् इति रूपं प्राप्नुमः, निजन्ते गमयितुं, तत्र गन्तुं गम् धातु तुमुन् प्रत्ययस्य योजनेन गन्तुम् इति भवति, परन्तु निजन्ते गमयितुं भवति, द्रक्ष्यामः किमर्थमिति। गम् धातु निजन्तरूपे गम् गाम् इति गामि इति अतिदेशिकधातु भवति इति मन्ये, गामि गामि तत्र ह्रस्वः इति भवति खलु भगिनि? आमाम्, अत उपधायाः सूत्रेण गाम् भवति, तत्पश्चात् निच् प्रत्ययस्य योजनेन गामि इति भवति न, गामि भवति, किन्तु तत्र मित् गम् मित् अस्ति, मित् अस्ति इति, मितां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति, पुनः गमि इति भवति, गमि योगः तुमुन् यकार गमीयोगः तुमुन् न न न तत्र गमीयोगः किं भवति, गमीयोगः अयोगः निच् निच् अपि भवति तत्र, गमीयोगः निच् निच् योगः तुमुन् निच् योगः तुमुन् तत्र निच् इत्युक्ते तत्र ईकार आयाति गमि, तदेव गमि भवति न तत्र अचिपरे इकारस्य गुणः भवति, गमे इति भवति खलु, गमे इति गमै इति भवति, अतः गमयितुम् इति भवति, गमे तत्पश्चात् तुमुन् तत्र गमयितुं किमपि आयाति न तत्र गम् गमि इति गमीयुगः ई भवति खलु, गमि इत्यस्य इकारस्य अचिपरे सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, यतोहि तत्र सवर्णदीर्घसन्धिः न भवति तत्र, गमे भवति, गमे योगः ई खलु, एचो यवयवः गमयि इति भवति गमय तत्र गमय गमयि गमयि भवति तं गमयि भवति गमयितुं करेक्ट् करेक्ट् करेक्ट् करेक्ट् या गम प्लस् गमे प्लस् इ निच् प्रत्ययस्य इकारः तदेव तत्र एचो यवायावः इत्यनेन अय आदेश ऐ आदेशः भवति गमै योगः इ गमयि गमयि भवति तत्पश्चात् तुमुन् प्रत्ययस्य तुम् योजनेन गमयितुम् इति रूपं समीचीनं धन्यवादः भगिनि या गमयितुं तर्हि तत्र किं कुर्मः तत्र केवलं रूपस्य तत्र रूपं कथं प्राप्यते इति मास्तु इदानीं तत्र रूपं किम् अस्ति इति चिन्तनं भवेत् अपि तस्य प्रयोगः नाम अतः तत्र भगिनी तत्र वेदभगिनी भवती तत्र वाक्यं रचयतु तत्र गन्तुम् अपि गमयितुं द्वयमपि उपयुज्य एकं वाक्यं गन्तुम् अन्यत् वाक्यं गमयितुम् अहं पाठशालां गन्तुं पाठं पठामि तादृशं सरलं वाक्यं किमपि सरलं वाक्यं सरलं गन्तुं पाठं पठामि गमयितुं तत्र गमयितुं तस्य उपयोगं किमर्थं करणीयं गमयितुं मम पिता ग्रामं गमयितुं न किं किं वदामि तत्र ग्रामं गमयितुं ग्रामं गमयितुं गमयितुं वस्त्राणि नवीनवस्त्राणि नूतनवस्त्राणि क्रीणन्ति भगिनि प्रथमतया सरलवाक्यं भवेत् तत्र क्लिष्टं क्लिष्टं वाक्यं मास्तु सरलं वाक्यं किन्तु निच् कुत्र भवति इति प्रेरणार्थे निच् तदेव भवेत् भवेत् खलु तदेव मूलविषयः तद् उपयोगं न कर्तुं शक्यते मम किमर्थं गमयितुम् इत्युक्ते किं वदतु गमयितुम् इत्युक्ते गन्तुम् इत्युक्ते तु अहं गन्तुं मम गन्तुम् इति परन्तु गमयितुम् इत्युक्ते कोऽपि मम अस्तु भगिनि तर्हि तत्र प्रथमतया आरम्भे गच्छति अपि गमयति तस्य वाक्यं सरलवाक्यं वदतु गच्छति ओके गच्छति गमयति तस्य गच्छति गमयति ओके सरलवाक्यं वयं वदतु अहं पाठशालां गच्छति गच्छामि सारि गच्छामि अपि च सः गमयति इत्युक्ते कोऽपि तस्य प्रेरणां किमर्थं तस्य न जानामि महोदय किं वदामि तत्र गमयति तत्र प्रेरणा एव भवति भगिनी तत्र भवत्याः वाक्ये अशोभा भगिनी भवती वदतु इदानीं तदनन्तरम् अग्रिमं वेदभगिनी कुर्यात् तर्हि तत्र वेद आं महोदय तत्र वेदभगिन्याः वाक्यं स्वीकुर्मः चेत् तत्र मम पिता मां शालां गमयितुम् उत्सुकः अस्ति इति वक्तुं शक्नोति तत्र तावदेव गमयितुम् उत्सुकः अस्ति वा आम् यतोहि गमयितुम् इच्छति गमयितुम् इच्छति गमयितुम् इच्छति ओके रक्षितुं किन्तु यत् भवती उक्तवती तत्र ग्रामं गमयितुं वाहनस्य चीटिकां ददाति इति वक्तुं शक्नुमः तत्र तत्र टिकेट् भवेत् खलु वाहन किं तत्र लोकयानस्य ग्रामं गमयितुं तत्र तत्र गमयुक्तिम् इत्यस्य द्वितीया भवति तादृशम् अतः तत्र सरलं सरलं वाक्यं भवेत् क्रियापदं कर्तृपदम् अपि अन्यानि यानि आवश्यकानि पदानि तावदेव भवेत् तदेव अस्माकं मनसि सम्यक् रीत्या वाक्यं तिष्ठति खलु भगिनि, नाम अस्य रूपस्य कः यो प्रयोजनम् इति खलु, नो चेत् रूपं जानीमः किन्तु तत्र तस्य प्रयोगः अपि सम्यक् रीत्या भवेत् खलु. अस्तु इदानीं पुनः एकवारं वदतु तर्हि. अहं पाठशालां गन्तुं पाठं पठामि. मम पिता किं वदामि तत्र गमयितुं ग्रामं गमयितुं टिकेट् इच्छति भगिनि. भगिनि बहु तत्र अनेकानि तत्र पदानि तत्र मास्तु, सरलं सरलं भवेत्. ग्रामं गमय रात्रिसमये तत्र रात्रिसमये नूतनवाहने एतत् सर्वं मास्तु. मम पिता ग्रामं गमयितुम् उत्सुकः अस्ति. उत्सुकः अस्ति तावत् तादृशं. ओके, तादृशम् अस्तु, समीचीनम्. अस्तु इदानीं शोभा भगिनि अग्रे स्वान्तरूपं. स्वान्तरूपम् अस्तु. अहं तत्र तदेव शाला इति एव स्वीकरोमि. किन्तु सरलं वाक्यं महोदय, नो चेत् तत्र अहं उद्यानं गत्वा तुष्यामि इति. किन्तु इदानीं गमयित्वा अस्तु, इदानीं मम माता माम् उद्यानं गमयित्वा अथवा मम माता मां शालां गमयित्वा तुष्यति. तावदेव, तादृशं तादृशं कुर्मः एव कुर्मः चेत् तदा अनेकानि वाक्यानि वयं तत्र श्रोतुं शक्नुमः. तावदेव. आं महोदय. नो चेत् तत्र वाक्यस्य निर्माणे एव तत्र नूतन अंशः तत् कथम् अन्तर्भवति इति तस्य चिन्तनं मास्तु. अस्माकं मूललक्ष्यमस्ति एतस्य रूपस्य प्रयोगः. अस्तु समीचीनम्. अस्तु धन्यवादः. अथवा मां शालां गमयित्वा विरमति. विरमति अस्तु, तदपि समीचीनम्. सर्वे मातरः तदेव कुर्वन्ति. यतोहि तत्र कोलाहलः एव भवति प्रातःकाले. सत्यं सत्यं. अस्तु नरेश् महोदय अग्रे. अग्रे लेप् अस्ति. अनिजन्ते निर्गम्य अस्ति, निजन्ते निर्गमय्य अस्ति. निर्गम्य अत्र अहं गृहात् निर्गम्य इच्छामि. निर्गम्य इच्छामि तत्र निर्गम्य इच्छामि न भवति खलु महोदय, निर्गन्तुम् इच्छामि भवेत् किन्तु निर्गम्य. अहं गृहात् निर्गम्य पाठशालां गच्छामि. निर्गमय अहं पुत्रं निर्गमय गृहात् निर्गमय्य निर्गमय्य सहायं करोमि. निर्गमय्य सहायमिति न भवति महोदय, निर्गमय्य अन्यत् किमपि भवेत् नाम सहायं तद् तत्र कार्यालयं गच्छामि प्रायशः. अन्या क्रिया भवेत् सः गृहात् निर्गमय्य अहमिति तत्र निर्गमय्य इति महोदय तत्र किञ्चित् वक्तुम् इच्छामि. सामान्य तत्र अणिजन्ते निजन्ते वाक्यानि समानं भवेत् इत्युक्ते तत्र अणिजन्ते यः कर्ता अस्ति सः प्रयोज्यकर्ता भवति निजन्ते, अतः तत्र भिन्नभिन्नवाक्यानि न रचनीयानि. तत्र तत्र बालकः गृहात् निर्गम्य शालां गच्छति इति अस्ति चेत् तत्र कोऽपि आगत्य निर्गमय्य इति भवेत्, तत्र पिता तादृशं कुर्मः। अस्तु, समीचीनं भगिनि। तर्हि नरेश महोदय तादृशमेव वदति, नाम पुनः एकं नाम तत्र वाक्यद्वयं अणिजन्ते, वाक्यम् एतादृशं भवेत्, नाम तत्र गन्तुम् इति स्वीकुर्मः, नाम अथवा केवलं तुम्मुन् अपि मास्तु, केवलं लट्लकर् एव वदामः, नाम बालकः पाठशालां गच्छति इति, तत् अणिजन्ति, न केवलं लट्लकाररूपम्, न कोऽपि प्रत्ययः, बालकः पाठशालां गच्छति, पिता बालकस्य पिता बालकं पाठशालां गमयति। तत्र यथा एतादृशं कुर्मश्चेत् यथा शोभभगिनी उक्तं समीचीनमेव, नाम यः कर्ता प्रथमे वाक्ये कर्ता आसीत् सः द्वितीये वाक्ये अपि अस्ति, किन्तु सः कां क्रियां प्रेरितः अस्ति, प्रेरितः प्रयोज्यकर्ता भवति, तादृशवाक्यं वदामश्चेत् तदेव कार्यं, एतादृशं कुर्मश्चेत् तदा अस्माकं मनसि निजं तस्य नाम इच्छा, नाम तत्र तस्य रूपस्य प्रयोजनं किम् इति सम्यक् रीत्या स्थापितं भवति, अतः तादृशवाक्यद्वयमेव वदामः। सत्यं भगिनि, तर्हि अहं गृहात् निर्गम्य, यदि अहम् इति वदति महोदय, तर्हि द्वितीयवाक्ये अपि तत्र भवानेव प्रेरितः भवति, नाम अन्य कोऽपि, अस्तु, अहं गृहात् निर्गम्य पाठशालां गच्छामि। द्वितीयवाक्यं अहम् इति न भवति, इति न भवति, यतोहि महोदय इदानीं भवान् प्रेरितः अस्ति, अन्य कोऽपि आगत्य भवान् भवन्तं प्रेरयति, नाम यथा तत्र पुनः वाक्यं महोदय, तत्र बालकः पाठशालां गच्छति, पिता बालकं पाठशालां गमयति, पिता इति प्रथमे वाक्ये नासीत्, बालकः प्रथमे वाक्ये आसीत्, सः इदानीं बालकम् इति रूपम् अन्यत् रूपम् अभवत्, नाम अस्तु, पिता पुत्रं गृहात् निर्गमय पाठशालां तत्र निर्गमय आगच्छति, नयति पाठशालां, नयति नयति, अस्तु, तादृशम् अपि करोतु, अथवा पाठशालां गच्छति, पाठशालां गच्छति, पाठशालां गच्छति, किन्तु प्रथमवाक्यं किम् अस्ति तर्हि? प्रथमवाक्यं तु अहम् इति न भवेत्, नाम वाक्यं वाक्यद्वयोः वाक्ययोः मध्ये सम्बन्धः भवेत्, पुत्रं गृहात् निर्गम्य पाठशालां गच्छति, पुत्रः इदानीं कर्तृपदं, तर्हि पुत्रम् इति न, पुत्रः गृहात् निर्गम्य पाठशालां गच्छति, द्वितीयवाक्यं पिता पुत्रं गृहात् निर्गमय पाठशालां नयति, किन्तु इदानीं नयति अथवा यत् समीचीनं भवति नाम निर्गमय, तत्रापि प्रेरणा एव, अतः गमयति इति एव भवेत् खलु, निर्गमयति, अस्तु, निर्गमय्य पाठशालां गमयति, न तत्र सः तत्र तथा न भवति इति चिन्तयामि महोदय, निर्गमय्य तत्र एव निजन्तमस्ति, सः किमपि कर्तुं शक्नोति तदनन्तरं, पुत्रं निर्गमय्य कार्यालयं गच्छति पिता इति वक्तुं शक्नुमः तत्र. अहं चिन्तयामि तत्र यथा बालकः गृहात् निर्गम्य पाठशालां गच्छति, पिता बालकं गृहात् निर्गमय्य कार्यालयं गच्छति. अतः तत्र द्वितीयवाक्ये निर्गमय्य पर्यन्तं समानं भवेत्, तदनन्तरं यत्किमपि भवति सत्यं भगिनि. क्षम्यतां, निर्गमय्य तावत् इत्युक्ते तावदेव कृतवान् सः. बालकस्य निर्गमनं भवतु इति इष्टवान्, निर्गमनम् अभवत् तर्हि बालकः गच्छति, इदानीं पिता कुत्रापि गन्तुं शक्नोति इति. सत्यं भगिनि, सत्यम्. अहं चिन्तयामि महोदय एतत्तु प्रायशः अन्ते करणीयम् इति. इदानीम् अस्माभिः न पठितं खलु तत्र वाक्यानि सुमुन्, एतत् सर्वं तत्र नियमाः के, एतत् सर्वं पठामः अग्रे इति चेत् अन्ते अन्ते कुर्मः चेत् सम्यक् भवति इति चिन्तयामि महोदय. सत्यं भगिनि, अस्तु अस्तु. आम्, यतोहि प्रथमं तत्र किं ये प्रत्ययानां प्रत्ययरहितवाक्यानि रचयामः चेत् इत्युक्ते तत्र नियमाः के तत् सर्वम् अवगम्य यत् अभ्यासान् कृत्वा अन्ते तत्र गच्छामः इति चिन्तयामि महोदय. सत्यं सत्यं भगिनि, अस्तु. तर्हि तत् तत्र तर्हि एतद् अहं चिन्तयामि तत्र अभ्यासः कः अभ्यासः तत्र सम्यक् भवेत् इति. तर्हि तत्र केवलं रूपाणां परिशीलनम् एव तत्र प्रायशः तत्र अपेक्षितः अस्ति अस्मिन् सन्दर्भे. आम् इदानीम् आम् आम् आं भगिनि, तर्हि तदेव कुर्मः. तर्हि तत्र प्रायशः मनसि अन्यः अंशः स्थापनीयः अस्ति, नाम तत्र तुमुन् त्वा ल्यप् तव तु मध्ये तत्र किं कुत्र अव्ययमस्ति, कुत्र नामपदमस्ति? त्वापि लेप् अव्ययम्. हा, तत्र अस्ति वा तुमुन्नपि? तुमुनपि तुमुनपि किन्तु तव तु नास्ति, तव तु नास्ति, तव तु एव नास्ति. तत्र एव तत्र किञ्चित् तत्र मनसि भवेत् यत् रूपपरिवर्तनं भवति, नाम वचनं वा पुरुषस्य तत्र गतवान् गमितवान् इति अस्ति. तत्र तत्र भेदः भवति, अन्यत्र अन्यत्र सर्वत्र भेदः न भवति. सः एव अंशः तत्र मनसि स्थापनीयः इति मन्ये. अस्तु, तर्हि तत्र केवलं तर्हि एकवारम् एकमेकं धातुं स्वीकृत्य रूपाणि वदामः, पठामः, तत् कुर्मः. वाक्यरचनं मास्तु इदानीं. तर्हि तर्हि तत्र इदानीं पुनः तर्हि तत्र वेदा भगिनी भवती एव तत्र गम् धातोः रूपाणि एकवारं पठतु, तदनन्तरं तत्र नरेश महोदय रक्ष धातोः पठति इति कुर्मः तर्हि. अस्तु, गन्तुं गमयितुं, गत्वा गमयित्वा, निर्गम्य निर्गमय्य, गतवान् गमितवान्. गमितवान् स्त्रीलिङ्गे अपि वदामः भगिनि. तर्हि तत्र गतवती गतवती गमितवती गमितवती, यतोहि तत्र भेदः भवति खलु, तर्हि तदपि एकवारं वदामः. अस्तु, समीचीनं भगिनि. अस्तु, नरेश महोदय इदानीम्. अस्तु, धातुः अस्ति रक्ष, तुमुन् रक्षितुं रक्षयितुं, त्वा रक्षित्वा रक्षयित्वा, ल्यप् संरक्ष्य अपि च संरक्ष्य, ल्यप् अनिजन्ते निजन्ते भवति, तव तु रक्षितवान् रक्षितवान्, श्रीलिङ्गे रक्षितवती रक्षितवती. समीचीनं महोदय, अस्तु. शोभगिनी इदानीं नश्यति. आं महोदय, नश्यति तुमुन् नष्टुं नाशयितुं, त्वा नष्ट्वा नाशयित्वा, लेप् विनश्य विनाश्य अपि च हा तव तु नष्टवान् नाशितवान् नष्टवती नाशितवती इत्युक्ते तत्र इडागमः न दृश्यते विनश्य विनाश्य इति लेप् लेप् अस्ति खलु क्षमतां तत्र नाशयित्वा इति अस्ति हा अस्तु अस्तु हा अस्तु समीचीनम् अस्तु अग्रे वेदभगिनी स्मृति स्मर्तुं स्मारयितुं स्मृत्वा स्मारयित्वा संस्मृत्य संस्मार्य स्मृतवान् स्मारितवान् स्मृतवती स्मारितवती अत्र धातु अस्ति दृश् द्रष्टुं दर्शयितुं त्वा दृष्ट्वा दर्शयित्वा देप् प्रदर्श्य प्रदर्श्य तव तु दृष्टवान् दर्शितवान् श्रीलिङ्गे दृष्टवती दर्शितवती समीचीनं महोदय अग्रे क्रूधातुः तुमुन् कर्तुं कारयितुं त्वा कृत्वा कारयित्वा लेप् स्वीकृत्य स्वीकार्य तव तु कृतवान् कारितवान् कृतवती कारितवती स्वीकृत्य स्वीकार्य ओके मनसि तत्र ऋकारस्य वृद्धिः भवति कार् इति कृ कर् इति भवति किन्तु वृद्धिः भूत्वा कार् इति भवति हनुधातु हन्तुं घातयितुं तत्र घातयितुम् एक सूत्रमस्ति हन्तोन्नेषु हो हन्ते निन्नेषु या एक सूत्रमस्ति यत्र निजन्तप्रयोगे तत्र इति मन्ये न मेबि नाट् ऐ डोण्ट् रिमेम्बर् चलो एनि हौ ऐ लुक् हन्तुं घातयितुं ग्रन्थि इति रूपं भवति हन्ति ग्रन्थि तत्तु बहुवचने भवति परन्तु एतत् दर्श ऐ लव् टु लुक् घातयितुम् अथवा घातयित्वा निहत्य निर्घात्य हतवान् घातितवान् हतवती घातितवती इति मुह् धातुः अस्ति तमुन् प्रत्यये मोग्धुं मोहयितुं त्वा प्रत्यये मोग्ध्वा मोहयित्वा ल्यप् सम्मुह्य सम्मोह्य तव तु मोग्धवान् मोहितवान् स्त्रीलिङ्गे मोग्धवती मोहितवती समीचीनम् अग्रे शुच् इति धातुः शोचितुं शोचयितुम् इति तुमुन् त्वा शुचित्वा शोचयित्वा लेप् संशोच्य संशोच्य तव तु शुचितवान् शोचितवान् शुचितवती शोचितवती तत्र तत्र तदेव अस्ति भगिनि हो हन्तो निन्नेषु इति सूत्रम् एतत् सूत्रं वा ओके हन् धातोः कृते घाता इति भवति घकारः आगच्छति हकारस्थाने वा आम् हकारस्य घकारः अस्तु समीचीनम् धन्यवादः भू भूधातु भवितुं भावयितुं भूत्वा भावयित्वा परिभूय परिभाव्य परिभूय परिभाव्य उकारस्य वकार भवति वा भूय भाव्य भूतवान् भावितवान् भूतवती भावितवती भावितवती अस्तु समीचीनम् अतः तत्र निजन्तस्य अपि तुमोन् कृत्वान्तं व्यप् अपि तव तु रूपाणि भवन्ति अस्तु अग्रे नरेश् महोदय इदानीं यथोदाहरणं पठ् धातोः नजन्तरूपम् उपयुज्य वाक्यानि लिखत यथा पाठयिष्यति ऋट्लकारः अग्रजः माम् संस्कृतं पाठयिष्यति उदाहरणम् अस्ति अग्रे तव तु रूपं पाठितवान् पाठितवान् अस्ति अत्र शिक्षकः छात्रान् पाठितवान् शिक्षकः छात्रान् पाठितवान् समीचीनं महोदय अस्तु सर्वभगिनी अग्रे आम् तत्र अग्रे पाठितवती इति अस्ति हा तदेव शिक्षिका छात्रान् पाठितवती इति भवति पाठयतु लोट्लकारः मां पाठयतु इति का वदामि मां पाठयतु केवलं तदेव तत्र अस्तु अस्तु तत्र अस्तु समीचीनं मां पाठयतु मां पाठयतु हा अस्तु समीचीनं अम्ब मां पाठयतु अस्तु सम्बोधनं सम्बोधनं तदनन्तरं पाठयतु अस्तु समीचीनं अस्तु अपाठयत् लङ्लकारः पिता पुत्रम् अपाठयत् हा समीचीनम् अस्तु आम् इदानीं पाठयेत् इति विधिलिङ्गे अस्ति तर्हि तत्र किं तत्र अग्रजः अनुजं पाठयेत् अग्रजः अनुजं पाठयेत् समीचीनम् इदानीं पाठयित्वा त्वा प्रत्यय पिता मां पाठयित्वा बहिः गच्छति हा समीचीनं भगिनि हा अस्तु अग्रे नरेश् महोदय पाठ्य जप्रत्य पाठ्य तत्र प्रपाठ्य प्रपाठयति इति प्र इति उपसर्गस्य अर्थः कः लेप् लेप् अस्ति चेत् उपसर्गः यत् अस्ति चेदेव आगच्छति किन्तु प्र इति उपसर्गस्य अर्थः कः नाम तत्र प्रपाठयति इति समानमेव इति मन्ये अस्ति अथ माता पाठं प्रपाठ्य पुत्रं प्रश्नानि पृच्छति हा उत्तमं महोदय अस्तु महोदय तत्र प्र इत्यस्य इदानीं तत्र प्रोक्तः इति भवति खलु प्रा उक्तः अथवा प्रश्नः तत्र सम्यक्तया पाठनम् इति अपि भवितुम् अर्हति स्पष्टतया प्रपाठ्य इति महोदयस्य वाक्यं समीचीनम् आसीत् आम् आम् आम् सम्यक् बहु सम्यक् आसीत् माता प्रपाठ्य प्रश्नान् पृच्छति आम् इदानीं तत्र अनुज किं तत्र अनुज अग्रज अनुजां पाठयितुं न इच्छति न इच्छति शत्रुप्रत्यय पाठयन् शत्रुप्रत्यय पुल्लिङ्गे अहं किं वदामि अहं पुत्रम् अहम् इति इच्छामि पाठयन् इच्छामि इति न भवति खलु भगिनि तत्र सत्यमेव तत्र व्याकरणरीत्या सम्यक् एव किन्तु अर्थः कः तत्र समानकाले कार्यद्वयं वा बहूनि कार्याणि पाठयन् अन्यत् किमपि करोति भवती पुत्रं पाठयन् पाकम् अपि करोति समीचीनं पाठयन् ओके तत्र पुल्लिङ्गे पाठयन्लिङ्गे पाठयन्ति पाठयन्ति अस्ति शत्रुपुरन्त श्रीलिङ्गे गीता पुत्रीं पाठयन्ति गृहं गच्छति अस्तु महोदय पुत्रीं पाठयन्ति सम्यक् भवति वा पाठयन्ति गृहं गच्छति इत्युक्ते मार्गे पाठयति इति भवति मार्गे तदपि भवति प्रायशः तत्र कारयानम् अथवा या पुत्रीं पाठयन्ति भोजनं करोति तदपि समीचीनं महोदय अस्तु अग्रे तर्हि शोभगिनी इदानीं नूतन अभ्यासम् आम् निजन्तानि रूपाणि पठत यथोदाहरणं वाक्यानि रचयत उदाहरणं चलितुं चालयितुम् इति तत्र चल् धातुः अहं द्विचक्रिकां चालयितुं शक्नोमि इति निजन्तवाक्यं स्वीकृत्य किं तत् निजन्तं स्वीकृत्य वाक्यं रचनीयं तर्हि तत्र लिखति इति लेखयति इति भवति तर्हि तत्र बालिका लिखति तत्र पुनः माता बालिकया लेखयति भवति तत्र हा बालिकया लेखयति यतोहि तत्र लिख् इति धातुः अकर्मक अस्ति खलु तत्र न न लिखति प्रायश किं लिखति इति भवितुम् अर्हति अर्हति हा किं लिखति तर्हि तत्र कथं भवेत् इदानीं लिखति लेख हा तत्र अथवा छात्रा पाठं लिखति शिक्षिका किन्तु तत्र तत्र कर्मपदं न भवति खलु लेखनं हा छात्रा लेखनं लिखति शिक्षिका छात्रया इति एव सम्यक् भवति तत्र महोदय छात्रया लेखनं लेखयति इति तत्र निजन्ते निजन्ते सामान्यतया तृतीया वैकल्पिकप्रयोगः द्वितीया वस्तुतः तत्र अपि च तत्र सूत्राणि सन्ति तत्र लिख् इति तथा एव भवति वाक्यम् अस्तु भगिनि तदेव वदतु अस्तु पुत्र्या अथवा छात्रया छात्रया लेखनं लेखयति इति भवति लथया छात्रया अस्तु छात्रया आम् छात्रया छात्रया लेखयति समीचीनम् अस्तु what will be the meaning in English for the lekhayati itutte kim she makes her write right. she makes her write but a literal through her it's she is made to write iti prerayati bibheti bhayayati bibheti bhayayati okay bhayayati itutte भाययति बिभेति शी स्केर्ड् भाययति शी स्केरिङ्ग् सम्बडि इस् दट् डस् दट् मीन् समवन् इस् केरिङ्ग् हर् भाययति ओके समवन् इस् केरिङ्ग् भाययति सो इट् विल् बि लैक् चोरः अथवा चोरः भाययति चोरः बिभेति प्रायशः बिभेति न चोरः न बिभेति चोरः बालिका बिभेति चोरः चोरः बालिका बिभेति तत्र भाययति इत्य न भगिनी भगिनी नाम बालिका बिभेति चोरः बालिकायाः न बालिकां बालिकां भाययति वा ओके तावदेव बालिकां भाययति अस्तु अथवा बालिकया भाययति तदपि तथा न भवति इति मन्ये महोदय तथा न भवति केवलं बालिकां भाययति बालिकां बालिकया इत्युक्ते तर्हि सः तं प्रेरयति आमामां सत्यं सत्यं सत्यं हा अतः तत्र बालिकां भाययति इति एव रूपम् अस्तु समीचीनम् अस्तु अग्रे नरेश महोदय तत्र महोदय बालिका बिभेति अपि च चोरः भाययति इदानीम् अथवा अन्य इदानीं चोरः सर्पया सर्पेण बालिकां भाययति इति भवति तथा वदामः चेत् समीचीनम् अथवा न न बालिकया अन्यान् भाययति इति भवेत् तत्र अस्तु न न समीचीनम् सर्प सर्पेण चोरः सर्पेण बालिकां किन्तु तत्र बालिकया इति भवेत् इति चेत् तस्मिन् वाक्ये बालिकया अन्यान् तद् मास्तु बालिका एव बिभेति इति अतः अतः नाम लघुबालिका सः बिभेति इति अस्तु अतरन् अतारयन् तत् किम् अस्ति क्षत्रपुरन् प्रत्य आमामां सत्यं महोदय परन्तु तत्तु तरन् अस्ति अतरन् किम् अस्ति न न न न तत्र शत्रन्तस्य कालः नास्ति भगिनि तम तत्र अहं गच्छन् आसम् इति अपि भवति अतः तत्र लङ्लकार इति नास्ति तत्र केवलं तत्र महोदय तत्र अचरन् इति प्रायशः तत्र गच्छति आगच्छति इति तत्र तत्र तरति इति इत्युक्ते क्रासिङ्ग् इति तरति अतरन् बहुवचने ओ शत्रन्तरूपं नास्ति अस्तु ओ अतरन् शत्रन्तं नास्ति अस्तु अस्तु अस्तु समीचीनं धन्यवादः शिक्षकः बहुवचने महोदय खलु या शिक्षकाः छात्रान् अतारयन् समीचीनं महोदय अतारयन् छात्राः अतरन् छात्राः अतरन् छात्राम् अतारयन् छात्राः छात्रान् अतारयन् शिक्षकः शिक्षकाः छात्रान् अतारयन् अस्तु समीचीनं महोदय छात्राः अतरन् शिक्षकाः छात्रान् अतारयन् अहं चिन्तितवान् शत्रन्तम् इति मम दोषः अस्तु अस्तु शोभगिनी प्रविष्टवत्यः प्रवेशितवत्यः इति अस्तु प्रविष्टवत्यः इत्युक्ते तत्र महिलाः अस्तु तत्र अग्रे किं वदनीयं भवति महिलाः तत्र मन्दिरं प्रविष्टवत्यः महिलाः मन्दिरं प्रविष्टवत्यः तत्र पुरोहितः महिलाः मन्दिरं प्रवेशित ओ न न न क्षम्यताम् ओके एकक्षणं प्रविष्टवत्यः इति तत्र तव तु प्रवेशितवत्यः इति तावदेव खलु महिलाः प्रविष्टवत्यः इति वदामि इदानीं प्रविष्टवत्यः तत्र अन्य कोऽपि तत्र किं प्रवेशितवत्यः इत्युक्ते प्रवेशितवत्यः किं करणीयं तत्र प्रायशः तत्र भगिनि तत्र स्त्रीलिङ्गे तत्र यः कारयति नाम तत्र सा तत्र पाठशालां महिलां प्रवेशितवत्यः किन्तु तत्र किन्तु के के प्रवेश काः प्रवेशितवत्यः इति यथा तत्र अतरन् इति कृतं तथा एव प्रायशः तत्र अस्तु इदानीं तत्र माता मातरः बालिकाः शालां प्रविष्टवत्यः शालाम् इति भवति वा तत्र प्रविष्टवत्यः शालाम् अथवा हा अस्तु मातरः किं न न तदपि न भवति तत्र बालिकाः पाठशालां बालिकाः पाठशालां प्रविष्टवत्यः अस्तु मातरः बालिकाः प्रवेशितवत्यः पाठशालां प्रवेशितवत्यः कृत्वा कारयित्वा कृत्वा अहं कार्यं कृत्वा कार्यं कृत्वा शयनं करोमि इति तत्र अहं सर्वेषां भोजनं कारयित्वा विश्रामं करोमि इति वा तत्र समानं न भवति खलु भगिनि तथा भवति चेत् तत्र अणिजन्त निजन्त समानं भवेत् खलु नाम तत्र भगिनि पूर्वं वाक्यं किम् आसीत् भगिनि नाम बालिकाः पाठशालां प्रविष्टवत्यः द्वितीयवाक्ये किम् आसीत् तत्र मातरः बालिकाः पाठशालां प्रवेशितवत्यः तर्हि समानकर्ता नास्ति खलु किन्तु भवत्याः वाक्ये अहं कार्यं कृत्वा शयनं करोमि अत्र अहं लेट् मी फर्गेट् अहं लेट् मी डू समथिङ्ग् एल्स् माता कार्यं कृत्वा माता कार्यं कृत्वा बहिः गच्छति ओर् समथिङ्ग् लैक् दट् माता न किं वदामि तत्र सेविका इति स्वीकरोतु भगिनि ओके सेविका कार्यं कृत्वा गच्छति शेते अथवा किमपि शयति न गृहं गच्छति एव आम् सेविका कार्यं कृत्वा गृहं गच्छति तत्र सेविका इदानीं तत्र यजमान गृहिणी गृहिणी सेविकायाः सेविकां सेविकया कार्यं कारयित्वा गमयति गृहं गमयति तादृशं कार्यं कारयित्वा गमयति ओके समीचीनं गृहं गमयति गमयति इति प्रायः नास्ति खलु भगिनि तत्र गच्छति भवति महोदय यतोहि तत्र त्वान्त अस्ति खलु इदानीं तत्र गच्छति इत्यस्य गमयति इति भवेत् खलु सत्यं भगिनि किन्तु तत्र प्रायः गृहं पर्यन्तं न गच्छति खलु केवलं तत्र न गमयति इत्युक्ते मेक्स् अर् गो इति अपि इति भवति तर्हि तत्र अस्तु अस्तु भगिनि तर्हि एतत् करोतु भगिनि नाम भवत्याः वाक्ये तत्र सेविका कार्यं कृत्वा गृहात् निर्गच्छति इदानीं किम् आसीत् नूतनद्वितीयवाक्यं महिला सेविकया कार्यं कारयित्वा कारयित्वा गृहात् निर्गमयति ओके एतत् समीचीनं वा भगिनि शोभा भगिनि उत्तमं महोदय तदेव अस्ति नाम तत्र यतोहि तत्र क्रियासमये तत्र कर्ता द्वयमपि तत्र भवति चेत् सम्यक् इति अतः तत्र निर्गमनमेव द्वितीयकार्यम् इति स्वीकुर्मः हा तत्र एतत् समीचीनं महोदय यतोहि सा निर्गच्छति निर्गमयति गृहात् इति भवति किन्तु तत्र गमयति इति अहं चिन्तयामि न केवलं तेन केनापि सह गन्तव्यम् इति अपि तु गम इति इत्युक्ते गो गच्छतु इति इति अपि प्रेरणा तत्र तदपि अस्ति इति चिन्तयित्वा उक्तवती किन्तु भवतः वाक्यं बहु सम्यक् अस्ति अस्तु अस्तु तत्र केवलं मनसि क्लेशः मास्तु इति अहं आमां सत्यम् आम् अग्रे नरेश् महोदय हसितवन्तः हासितवन्तः जनाः जनाः हसितवन्तः नटः जनान् हासितवन्तः नटाः तर्हि नटाः बहुवचन नटाः जनान् हासितवन्तः हा समीचीनं महोदय अस्तु अग्रे शोभा भगिनी इदानीं नूतन अभ्यासः यथोदाहरणं निजन्तप्रयोगं कृत्वा द्वितीयं वाक्यं पूरयत यथा शिष्याः पठन्ति अहं शिष्यान् पाठयामि वृक्षात् फलं पतति सः वृक्षात् फलं पातयति उमेशः पुस्तकं ददाति पिता पुस्तकं दापयति समीचीनं महोदय राकेशः कार्यं करोति पिता राकेशेन कार्यं कारयति अत्र तृतीया आगतम् सेवकः वस्तूनि आनयति स्वामी सेवकेन वस्तूनि अनाययति इति भवति तत्र महोदय अनाययति आनाययति क्षम्यताम् आनाययति आनाययति कुत्र द्वितीया भवति प्रयोज्य कर्तुः तत्र गतिबुद्धिप्रत्यवसानकर्ता कर्माकर्मक अणौ इति अस्ति अपि च दृशेश्च इति अस्ति तत्र सूत्राणि सन्ति खलु निजन्तपुस्तके अस्ति गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्मकाणामणि कर्ता तद् तत् एकं तदनन्तरम् अन्यानि अपि अस्ति सन्ति तत्र तदनन्तरं दृशेश्च इति तत्रापि भवति अपि च तदेव गति गत्यर्थकानां धातूनां बुद्ध्यर्थकानां धातूनां बुद्ध्यर्थकानाम् इत्युक्ते ज्ञानार्थकानां प्रत्ययवसानार्थकानाम् इत्युक्ते भक्षणार्थकानां धातूनां शब्द एव येषां कर्म तादृशानां धातूनाम् इत्युक्ते पठति शृणोति गीते अकर्मकाणाम् अपि च दृश्धातुः किन्तु तत्र एक्सेप्शन्स् सन्ति ते अपि सूत्राणि तानि अपि सूत्राणि सन्ति अच्छा ओके अन्यत् सर्वत्र तृतीया विभक्ति एव अन्य आम् आम् तत्र अपवादाः के इत्युक्ते निवह्योर्न निधातुः वह् धातुः तत्र न भवति भक्षणार्थे भवति चेदपि आदिखाद्योर्न तत्र अर्ध धातुः खाद् धातुः भक्षयति इति धातुः अर्ध खाद् भक्ष तत्र न भवति अपि च भक्षयते अहिंसार्थस्य न तत्र किञ्चित् क्लेशः अस्ति तत्र इत्युक्ते हिंसार्थे अहिंसार्थे न भवति हिंसार्थे भवति भक्षणे भक्षयते अहिंसार्थस्य न ओके तत्र हिंसा इत्युक्ते कोऽपि तत्र धेनुः तृणं खादति तत्र तृणे जीवः अस्ति तत्र अहिंसा अस्ति तत्र तृणं खादति अहिंसा अस्ति वा अस्ति अस्ति जीव यतोहि तत्र इदानीं भूमौ अस्ति इदानीमपि तत्र जीवितः अस्ति जीवितम् अस्ति तृणम् अस्तु ओके अतः हिंसा अस्ति तत्र द्वितीया न भवति तादृशेषु अर्थेषु आनानयति आनाययति इति आनयति तस्य रूपम् आना आनाययति ओके अस्तु नयति नाययति इति वा भगिनि नाययति आम् नयति नाययति उपसर्गः इति उपसर्गः सत्यम् उपसर्ग अश्वौ रथं वहतः सारथिः अश्वौ वहदातु जिजस्नो वीरेणो नीर्वह्नो न तो तत्र सारथिः अश्वौ रथं वाहयति वहतः वाहयति सत्यं वाहयति इति एव भवेत् इति मन्ये किन्तु तत्र रथं निवह्योर्न इति अस्ति अतः किञ्चित् अश्वौ रथं रथम् इति निवह्योर्नः तस्य एक अपवादः ओ अस्तु तत्र किम् अस्ति इति चेत् सारथिः अस्ति तत्र नियन्ता अस्ति चेत् अपवादः भवति तस्य निषेधस्य तत्र सारथिः नियन्ता इत्युक्ते नियन्त्रणं करोति अश्वयोः अतः तत्र एतस्य अपवादसूत्रस्य कार्यं न भवति इत्युक्ते तत्र रथेण इति न भवति यत्र नियन्ता इत्युक्ते तत्र यः कण्ट्रोल् करोति इफ् देर् इस् ए समोन् हू इस् कण्ट्रोलिङ्ग् द हार्सस् अथवा कण्ट्रोलिङ्ग् द रथम् इन् हा then it does not turn into it is not tritiya it is still dvitiya only niyantra kartrukasya vahehe anishedah kutra patati bhavati likhitavati kimartham na janame yada patitavantah sapashah uttamam bhavati niyantra kartrukasya vahehe अनिषेधः तदेव द्वितीयः भवति उत्तमं भगिनि तत्र गतिबुद्धिप्रत्यवसानात् तस्मिन् सूत्रे एतानि सर्वाणि सूत्र वार्तिकानि सन्ति तत्र गतिबुद्धि तत्र जल्पति प्रभृति बहु किमपि अस्ति आमां नियन्तृकर्तृकस्य वहेः अनिषेधः इति अस्तु अग्रेसरामः तर्हि गणेशः गणेशः महाभारतम् अलिखत् अग्रे व्यासः गणेशेन महाभारतम् अलिखयत् अलेखयत् अलेखयत् यतो हि लेखयति लट् लकारः लेखयति खलु महोदय परन्तु अत्र अलेखयत् अलेखयत् सत्यम् अस्तु अस्तु अलेखयत् जनाः तरितुम् उद्युक्ताः नाविकः जनान् तारयितुम् उद्युक्तः समीचीनं पत्रं तत्रैव तिष्ठति अनुजः पत्रं तत्रैव स्थापयति अहं शालां प्राप्नोमि माता मां शालां प्रापयति आपयति आपयति इति राशि अस्ति खलु आप्नोति आपयति इति रूपं वा आं महोदय प्रापयति तर्हि प्राप्यति उपसर्ग प्रापयति अस्तु सेविका कार्यं करोति गृहस्वामिनी सेविकया कार्यं कारयति उत्तम उत्तमवाक्यम् आसीत् पूर्वं वेदा भगिनी अस्तु अग्रे तर्हि अधः दत्तान् श्लोकांशान् पठत तत्र स्थितैः निजन्तरूपैः च रिक्तस्थलानि पूरयत सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत त्वम् अच्युत अच्युत सेनयोरुभयोर्मध्ये मे रथं स्थापय इत्युक्ते किं नाम अन्वय अन्वयरचना तावदेव ओ नाम तत्र क्रमेण लिखितं तत्र अच्युत सेनयोरुभयोर्मध्ये रथं स्थापय इति मे रथं मम रथं स्थापय स्थापय ओके न चैनं क्लेदयन्त्यापः न चैनं क्लेदयन्त्यापः आपः येन न क्लेदयन्त्यापः क्लेदयन्ति च वा केवलं केवलं क्लेदयन्ति आपः येन न क्लेदयन्ति येन आत्मानं न क्लेदयन्ति द्वितीय न चैनं शोषयति मारुतः मारुतः एनं न शोषयति शोषयति सत्यं हा तत्र अत्रापि तत्र आत्मानम् एनम् आत्मानं न शोषयति तस्मिन् कर्मणि घोरे मां नियोजयसि केशव इति तत्र अर्जुनः कम्प्लेन् करोति कर्मयोगे तत्र केशव तत् किं घोरे कर्मणि मां नियोजयसि नियोजयसि इति तत्र निजन्तं भवति निजन्तवाक्यम् अनिजन्तं किमस्ति भगिनि नी तत्र नी इति उपसर्गः योजयसि इति अस्ति तत्र नियुङ्क्ते इति भवति अथवा युज् मे युङ् तत्र उत्तमपुरुषे किं भवति युज् इति युज् इति युङ्क्ते इति प्रथमपुरुषे भवति युङ्क्ते युज्यते युज्यते युनज्मि युनज्मि इति भवति युज् इति तत्र योगे युजिर् इति धातुः योगे योजयसि इति तत्र मध्यमपुरुषे एकवचने णिच् निजन्तप्रयोगः इदानीं तत्र मां नियोजयसि इति अस्ति चेत् अहं नियुनज्मे इति एव भवति तत्र नियुनज्मि अस्तु अस्तु नियुनज्मि नियुनज्मि इति भवति अहं कर्मणि घोरे नियुनज्मि केशव कर्मणि घोरे मां नियोजयसि इति भवति केशवः सत्यं भगिनि अस्तु समीचीनं अस्तु वेदभगिनी तत्र आत्मनेपदीरूपम् अपि अस्ति युञ्जे इति अस्ति तत् तद् परिचितरूपम् इति मन्ये युञ्जे नियुञ्जे इति भवति तत्र अस्तु भगिनि धन्यवादः व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे व्यामिश्रेण व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव मुखधातु मोहयसि तत्र पूर्वम् उक्तं खलु तत्र मुग् मुद् इति आसीत् खलु तत्र मुख मोग्धुं मोग् मोग्धुं मोहयति मोहयसि अस्तु ओके मुह्यसि मोहयसि इति ओके मुह्यसि तस्य मुह्यसि मोहयति अस्तु पञ्चम एवं प्रवर्तितं चक्रं नानुवर्तयतिह यः एवं प्रवर्तितं चक्रं नानुवर्ततै न अनुवर्तयति इह यः यः एवं प्रवर्तितं चक्रं इह न अनुवर्तयति सत्यं महोदय अनुवर्तयति अस्तु अग्रे न बुद्धिभेदम् ओ आम् क्षम्यतां म्यूट् मध्ये आसम् न बुद्धिभेदं जनयेदज्ञानाम् अज्ञानां क्षम्यतां न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् इति अज्ञानां कर्मसङ्गिनां बुद्धिभेदं न जनयेत् इति तावदेव जनयेत् जनयेत् इति तत्र अणिजन्तरूपं भवति जन् धातुः जायते जायेत इति भवति किं तत्परि अणिजन्ते अणिजन्ते जनयेत् इति भवति जनयेत् समीचीनम् अग्रे जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् विद्वान् युक्तः समाचरन् सर्वकर्माणि जोषयेत् जोषयेत् इत्युक्ते किं जोषयेत् इत्युक्ते जोषयेत् तत्र प्रोत्साहनं कुर्यात् इति भवति तत्र अणिज् रूपं किम् अस्ति अणिच् धातुः जुष् इति धातु जुष् अस्तु साटिस्फै जुष् तस्य रूपं निजन्ते जोषयेत् विधिलिङ्गकाररूपम् अस्ति जोषयेत् अस्तु अग्रे नरेशमहोदय तान् कृत्सन कृत्स्नविदो वन् मन्दान् कृत्स्नविन्न विचालयेत् अत्र तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् विचालयेत् न विचालयेत् विचलति विचा विचालयत् विचालयति विचालयेत् अस्तु तेषां तेषाम् आदित्यवज्ज्ञानम् इत्युक्ते तेषाम् आदित्यवत् ज्ञानं तेषाम् आदित्यवज्ज्ञानं प्रकाशयति तत्परं तेषाम् आदित्यवत् ज्ञानं तत्परं प्रकाशयति तत्र काश् इति धातुः दीप्तौ प्रकाशयति प्रकाशयति इति निजन्तरूपं नो चेत् काश् इति दीप्तौ काशते इति भवति अस्तु अस्तु हा किन्तु तत्र तत्र कुत्रचित् हा इत्युक्ते तत्र निजन्ते आत्मनेपदी परस्मैपदी रूपद्वयं भवति प्रकाशय किं प्रकाशयति प्रकाशयते इति अपि भवति प्रकाशयते अपि भवति उद्धरदे तात्मान उद्धरेतात्मनात्मानम् उद्धरेत् आत्मनात् आत्मानम् आत्मन आत्मानं नात्मानमवसादयेत् न आत्मानम् अवसादयेत् आत्मना आत्मानम् उद्धरेत् आत्मानं न अवसादयेत् अवसादयेत् तदेव तत् अवसादयेत् इति निजन्तरूपं धातु सिद्ध इति धातु मन्ये सिद्ध धातु तस्य रूपमस्ति इति अवसादयेत् सद् इति प्रायशः सद् सद् इति किं तदेव उक्तवती वा न सिद्ध इति उक्तवती सिद्ध धातु ओ सि सद् इति मन्ये भगिनि सिद्ध इति अस्ति वा अस्तु सिद्ध सेद् भवति तत्पश्चात् किमर्थं साद् भवति इति द्रष्टव्यम्. अग्रे एतस्य पाठस्य आदौ दत्तं मम माता देवता इति गीतं पुनः पठत. माता किं किं करोति इति उचितैः क्रियापदैः रिक्तस्थलानि पूरयत. अत्र दुग्धं पाययति. हा, दुग्धं पाययति, समीचीनं. नित्यं लालयति. नित्यं लालयति. सायंकाले निराजयति. नीराजयति. रात्रौ स्वापयति. स्वापयति. भक्तम् अन्नं भोजयति. चित्तं तोषयति. श्लोकं पाठयति. मम माता देवता इति गीतं मधुरं गीतं गायति. आमां, गीतं गायति. तत्र गायति इति नास्ति. केवलं गायति इति एव. शोभगिनी यद् भवती उक्तवती साद् एव धातु, तस्यपि रूपं साधयेत् इति अस्ति. ओ, साद् इति एव धातुः अस्ति वा? आम् आम् आम्, साधु अपि अस्ति. किं साद् इत्युक्ते? साधं संसिद्धौ. संसिद्धौ. ओ, अस्तु, धन्यवादः. अवसाधयेत्. अस्तु, इदानीम् अग्रे तत्र गीता एव माता. अस्तु, कथा गीता एव माता. अस्तु. एतं विषयं पठता तथा चिन्तयत. गीतैव माता. माता सर्वदा अस्माकं सर्वस्वं, विशिष्य शैशवे. सा हि तदा अस्मान् लालयति, पालयति, भोजयति तथा बोधयति अपि. सा एव प्रथमः गुरुः, सा एव देवता च. उपनिषदि बोधयति, उपनिषदपि बोधयति मातृदेवो भव इति. यदा जनाः प्रौढाः सुसंस्कृताश्च भवन्ति तदा तेषु केषाञ्चित् चिन्तनम् उन्नतं भवति. यथा वन्दे मातरम् इत्यस्मिन् पाठे स्वातन्त्र्यसङ्ग्रामयोधस्य नानासाहेबस्य तत् पुत्र्याः मैनायाः च देशभक्तानां तादृशानां वीराणां चिन्तनं राष्ट्रहितस्य एव. राष्ट्रम् एव तेषां माता. तेषां मन्त्रः भवति राष्ट्रदेवो भव इति. अस्मासु अपि केचन महात्मानः सन्ति. तेषां चिन्तनं ततोपि उन्नतं. ते समग्रस्य विश्वस्य हितं चिन्तयन्ति. सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत् इति भवति तेषाम् आशयः. तेषां तु वसुधैव कुटुम्बकम् इति. अत्र इदानीं सर्वैः एकवारं पठनीयं वा, तत्र वदनीयं वा इदानीं? अस्तु महोदय. महात्मा गान्धिः भगवद्गीतां न केवलं स्वस्य माता इति, अपि तु जगतः माता इति मन्यते स्म. भगवद्गीताविषये तदीयाः विचाराः अधः उद्धृताः सन्ति, तान् पठत। भगवद्गीता विश्वस्य माता अस्ति, यदि कोऽपि तां श्रद्धया उपेति तर्हि सा तं नूनम् अनुगृह्णाति। तां शरणं गतः कोऽपि जनः वैफल्यम् इति शब्दं न जानाति एव। स अनिर्वचनीयम् आनन्दपरमां च शान्तिं प्राप्नोति। परन्तु इयं शक्तिः कदापि अश्रद्धदानस्य, अहङ्कारयुक्तस्य, पण्डितं मन्यस्य वा जनस्य न भवति। तादृशीं शक्तिं सः एव साधयति यः अचलया, श्रद्धया, एकाग्रचित्ततया च एताम् उपसेवते। तस्य कदापि दुःखं न भवति। वैफल्यं यदा मां सर्वतः आवृणोति, एकोऽपि प्रकाशकिरणः न दृश्यते, तदा अहं गीतामातरम् उपगत्य आश्वस्तः भवामि। तदा कुतश्चित् एकः वा श्लोकः नयनपथम् आगत्य समस्यागर्तपतितम् आकुलं च मां विकासयति। जीविते ब्रह्म समस्याभिः बाह्यसमस्याभिः परिक्लान्ते सत्यपि मयि एकोऽपि व्रणः न दृश्यते, यत् तत्र कारणं भगवद्गीतैव। वयम् अपि भगवद्गीता मातरम् उपासामहै। हा, समीचीनम् अस्ति। अस्तु, तर्हि पठने वदति वा भगिनि, इदानीं शोभा भगिनि। आं महोदय, आं तत्र गीता एव माता इति शीर्षिका। माता सर्वदा अस्माकं सर्वस्वं विशिष्य शैशवे इति, इत्युक्ते माता अस्माकं कृते सर्वस्वम् अस्ति, यतोहि सर्वरीत्या पोषणं, लालनं पोषणं करोति। अपि च यथा कथायां दत्तं, पाठयति, बोधयति, भोजयति, अपि च बहूनि कार्याणि तया एव क्रियन्ते। हा, तदुक्तवती। विशिष्य शैशवे इत्युक्ते तत्र शिशुः इत्यस्य शैशवे इति तत्र किं चतुर्थीविभक्त्यां भवति शैशवे इति, शिशुः शैशवे कथं गुरुः गुरवे इति भवति। ओ, तत्र शैश इति एव पदं शैशवे इति इत्युक्ते भगिनि शिशुस्थित्याम् इति। ओ, तदेव, तत्र चतुर्थी अस्ति खलु महोदय? न न न, सप्तमी इति भगिनि, शैशवः इति नाम तस्यां स्थित्यां, नाम यदा यदा कोऽपि शिशुः अस्ति अथवा यदि कापि सप्तमी, कथम् अर्थः कथं सङ्गच्छति नाम तस्मिन्, नाम अस्माकं सर्वस्वम् अस्ति विशिष्य, नाम विशेष्यतया यदा शिशवः स्मः तस्मिन् समये माता एव सर्वं। ओ, अस्तु, यदा वयं शिशवः स्मः माता अस्माकं सर्वस्वं, सत्यं सत्यं। इत्युक्ते तत्र शैशवः इति अस्ति वा महोदय? तदेव शैशवः इति नाम शिशुस्थितिः इति मन्ये भगिनि, यथा तत्र गार्हस्थ्यं, गृहस्थः गार्हस्थ्यम् इति अस्ति खलु। आमां, तत्र इत्युक्ते तत्र भाव भावप्रयोगः, भावः शिशोः भावः शैशवम् इति तत्र तद्धित। आम्, शैशवः शैशव गृहस्थं शैशवः तत्र प्रायशः तद्धित प्रायशः नास्ति इति मन्ये। शिशवं शैशवम् इति तस्य स्थितिः अणा इति दत्तं महोदय, किं बाल्यम् इति अर्थे शिशोर्भावः इति, शैशवः नपुंसकलिङ्गे, नपुंसकलिङ्गे चैल्ड्हुड् इन्फेन्सि इति दत्तं भगिनि, शैशवः. आमाम् आम्, शैशवं शैशवं शैशवं शिशोर्भावः अण् इति प्रत्ययः इति अस्तु तद्धित खलु. अस्तु, हा सा तत्र कति वाक्यानि महोदय, अग्रे पठामि वा? अस्तु अस्तु, तत्र वाक्यद्वयं स्वीकृत्य वदतु. वाक्यद्वयं सा हि तदा अस्मान् लालयति, पालयति, भोजयति तथा बोधयति अपि. तत्र यत् तत् तावदेव, अन्यत् किमपि वक्तव्यं नास्ति इति मन्ये. आम् सत्यं, अग्रे वेदा भगिनि, अग्रे प्रथमः सा एव देवता च, तत्रापि सरणमेव, सा माता एव प्रथमगुरुः, सः एव पाठयति, सा एव देवता अपि च, अपि देवता अपि सा एव अस्ति. उपनिषद् अपि बोधयति, उपनिषदे यद् यत् दत्तं मातृदेवो भव इति उपनिषद् उपनिषदे अस्ति. यदा उपनिषदे अस्ति इति नास्ति, अलन्तपदं खलु उपनिषद्. ओके, तत्र तर्हि उपनिषदि. उत्तमम्, अस्तु महोदय. तत्र मम एकः संशयः अस्ति, मातृदेवो भव इत्युक्ते बहु पूर्वं दृष्टम् इत्युक्ते, तत्र मातृदेवो भव इत्युक्ते माता देव देवता अस्ति इति नास्ति इति दृष्टं महोदय. इत्युक्ते मात्रा देव एव, न न, तत्र मातृदेवो भव इत्युक्ते तादृशः भव यस्य कृते माता देव देव देवस्वरूपिणी भवति इति. इत्युक्ते एतत् दृष्टवती तत्र पितृदेवो भव, गुरुदेवो भव, तादृशः तादृशः अथवा तादृशी भवतु यस्य कृते अथवा यस्याः कृते माता पिता गुरुः अतिथयः अतिथयः देव समान भवतु देव एव. अस्माकं भावः तादृशः भवेत् भवतु इति. यदा जनाः प्रौढाः सुसंस्कृताश्च भवन्ति, यदा जनाः प्रौढाः सुसंस्कृताश्च भवन्ति तदा तेषु केषाञ्चित् चिन्तनम् उन्नतं भवति. यदा जनाः प्रौढाः सुसंस्कृताश्च भवन्ति, प्रौढाः सुसंस्कृताश्च इत्युक्ते सुसंस्कृत संस्कृत संस्कृत आचरणं वा, नाम संस्कृतिः संस्कृतिः अस्ति, उत्तम सम्यक् रीत्या अस्ति, उत्तमरीत्या अस्ति संस्कृतिः, तदा तेषु केषाञ्चित् चिन्तनम् उन्नतं भवति. तेषु केषाञ्चित् चिन्तनं, सर्वाः चिन्तनं नास्ति, केषाञ्चित् चिन्तनमेव उन्नतं भवति इति तत्र वक्तव्यं. केषाञ्चित् चिन्तनम् उन्नतं भवति, यथा वन्दे मातरम् इत्यस्मिन् पाठे स्वातन्त्र्यसङ्ग्रामयोधस्य नानासाहेबस्य तत् पुत्र्याः मैनायाः च. ओ, पठितवन्तः पूर्वं तत्र स्वातन्त्र्यसङ्ग्रामस्य योधायाः नानासाहेबस्य पुत्रस्य विषये तत्र तत्र विवरणं, पुत्र्याः विवरणं, मैनायाः विवरणं दृष्टवन्तः वयं, सम्भाषणं पठितवन्तः. उन्नतं भवति यथा वन्दे मातरम् इत्यस्मिन् पाठे इत्युक्ते मैनायाः पिता पितुः किम पितुः स्वातन्त्र्यसङ्ग्रामस्य योधा अस्ति योधा अस्ति वदामि वा के तेषां तेषाम् उन्नतम् उन्नतं चिन्तनम् अस्ति आम् आम् तदेव पुत्र्याः चिन्तनमपि उन्नतम् अस्ति इति अस्ति तावत्पर्यन्तमेव अद्य अस्तु समीचीनं भगिनि अस्तु अत्रैव तर्हि तत्र स्थगयामः तर्हि अग्रे अग्रिम सप्ताहे तर्हि तत्र अग्रिमसप्ताहे तत्र किं नवरात्रिः अस्ति आगच्छन्ति वा अथवा वर्गः मास्तु वा किञ्चित् अहं तु प्रवासे भविष्यामि महोदय अस्तु भगिनि भवतु नवरात्रि करोमि इति तत्र पूजा एतत् सर्वं भवति निमन्त्रणम् अस्ति अस्तु भगिनि तर्हि तर्हि तत्र प्रायशः मास्तु इति विरामः अस्तु तर्हि अस्तु तर्हि धन्यवादः महोदय तस्य अग्रिमे सप्ताहे मिलामः तर्हि अस्तु धन्यवादः नमस्कारः तत्र शोभा भगिनी वदति वा तदनन्तरं विरमामः क्षम्यताम् आमाम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमः सर्वे धन्यवादः नमस्कारः धन्यवादः नमस्कारः